स्मृतिभ्रान्तिसन्देहालङ्काराः चतुर्विंशतितमः श्लोकः एवमस्ति। स्यात्स्मृतिभ्रान्तिसन्देहैस्तदलङ्कृतित्रयम् पङ्कजम् पश्यतः कान्तामुखम् मेगाहते मनः। अत्र स्मृतिभ्रान्तिसन्देहैः अलङ्कारत्रयं भवति इति ग्रन्थकारेणोक्तं। पुनश्च द्वितीयार्धे श्लोकस्य स्मृत्यलङ्कारस्योदाहरणं दत्तं। पङ्कजं पश्यतः कान्तामुखं मे मनः गाहते, नाम मम मनः कान्तामुखं प्रविशति पङ्कजं पश्यतः मम इति कविर्वदति उदाहरणे। अग्रे पञ्चविंशतितमे श्लोके वयं पश्यामः भ्रान्तिसन्देहालङ्कारयोरुदाहरणे अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम्। पङ्कजं वासुधांशुर्वेत्यस्माकं तु न निर्णयः। अस्तु, प्रथमार्धे भ्रान्त्यलङ्कारस्योदाहरणं वर्तते अयं प्रमत्तमधुपः त्वन्मुखं पङ्कजं वेत्ति इति। नाम अत्र मधुपस्तु भ्रान्तः, तेनात्र भ्रान्तिमदलङ्कारः। पुनश्च सन्देहालङ्कारस्योदाहरणं द्वितीयार्धे उक्तमेव, पङ्कजं वा सुधांशुर्वेति अस्माकं तु न निर्णयः इति। मुखं पश्यता केनचित् एवमुक्तं, कान्तामुखं पश्यता पङ्कजं वा सुधांशुर्वा अस्माकं न निर्णयः इति। अत्र सन्देहप्रकटनेन उपमानद्वयं ददात्यत्र।